नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रस्य चिन्तनं. स्थानिवतादेशो अनल्विधौ इति सूत्रस्य प्रसङ्गे प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रस्य चिन्तनमपि अस्माभिः आरब्धम्. प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययस्य लोपे सत्यपि प्रत्ययस्य द्वारा यानि कार्याणि विहितानि तानि सर्वाणि अपि भवन्ति इति प्रत्ययलोपे प्रत्ययलक्षणम्. इत्युक्ते प्रत्ययलक्षणं तिष्ठति इत्युक्ते प्रत्ययं निमित्तीकृत्य यानि कार्याणि भवन्ति तानि कार्याणि प्रत्ययस्य लोपे सत्यपि लुप्ते सत्यपि तानि कार्याणि भवन्ति इति सूत्रस्य अर्थः. अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यत्र प्रत्ययस्य समग्रतया लोपः यत्र भवति तत्र एव प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लक्षणं स्वीकर्तुं शक्यते. इत्युक्ते यत्र वर्णकार्यं वर्तते तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति कर्तुं न शक्नुमः. यत्र यस्मिन् सूत्रे प्रत्ययस्य असाधारणधर्मम् आश्रित्य कार्यं भवति तत्र एव प्रत्ययलोपे प्रत्ययलक्षणं शक्नुमः. इदानीं तत्र अस्माभिः तत्र यङ् लुगन्तप्रसङ्गे तत्र यङ् इति प्रत्ययस्य लोपः जायते. यङ् इति प्रत्ययः नित् अस्ति, तर्हि यङ् लुगन्तधातुः तत्र नित्वम् अस्ति. यद्यपि तत्र नित् इत्यस्य लोपः जातः, यङ् प्रत्ययस्य लोपः जातः, इदानीं पट् इति धातुः पट् इति यङ् लुगन्तधातुः, यङ् लुगन्तधातौ तत्र यङ् इति यङ्गन्तः यङ् प्रत्ययस्य लोपः अस्ति. प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन यङ् प्रत्ययस्य ङकारस्य नित्वं तत्र साधयितुं स्वीकर्तुं शक्यते वा? तत्र तत्र यङ् लुगन्तधातुतः आत्मनेपदी प्रत्ययः भवितुम् अर्हति वा इति अस्माकं मूलप्रश्नः अस्ति. तदर्थं तत्र अनुदात्तनित आत्मनेपदम् इत्यनेन यङ् लुगन्तधातुः नित् तत्र नित्वम् अध्यारोपयितुं शक्यते वा? अध्यारोपयितुं शक्यते चेत् तत्र आत्मनेपदी प्रत्ययः अनुदात्तनित आत्मनेपदम् इत्यनेन आत्मनेपदी प्रत्ययः भवितुम् अर्हति वा इति अत्र अस्माकं प्रश्नः आसीत्. तदर्थम् अस्माभिः तत्र चर्चा आरब्धा आसीत्. इत्युक्ते यत्र प्रत्ययस्य असाधारणं रूपम् आश्रियते तत्रैव प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यम्. इत्युक्ते यस्मिन् सूत्रे प्रत्ययस्य असाधारणं रूपम् आश्रित्य कार्यं प्रवर्तते तत्रैव प्रत्ययलोपे प्रत्ययलक्षणम् इति उक्तं. तदर्थं तत्र उक्तं यत्र हि प्रत्ययस्य असाधारणरूपम् आश्रियते तत्रैव तत् इति उक्तं. तदर्थम् अस्माभिः राजा इत्यस्य उदाहरणमपि दृष्टं. तत्र राजन्योगः सु इति स्थितौ राजन् योगः सु इति प्रथमविभक्तौ एकवचने राजन्योगः सु इत्यत्र हल्याभ्योदीर्घ सुतिस्य पृक्तं हल् इत्यनेन सुप्रत्ययस्य लोपः जायते. तर्हि राजन्योगः सु यदा सुप्रत्ययस्य विधानं भवति तदानीमेव पदसंज्ञा जायते. इदानीं सु इति प्रत्ययस्य लोपः जातः, तर्हि इदानीम् अत्र सुप्तिङ्गन्धं पदम् इत्यस्य प्रसक्तिः अस्ति वा न वा इति प्रसङ्गे सुप्रत्ययः नास्ति खलु, तर्हि कथं सुबन्तम् इति वयं चिन्तयितुं शक्नुमः इति प्रश्ने सति तत्र अस्माभिः दृष्टं यत् सुप्तिङ्गन्तं पदम् इत्यनेन इति सूत्रं किं वदति इति चेत् सुप्रत्ययः यत्र वर्तते तत्र पदसंज्ञा जायते. सुबन्तम् इति मत्वा पदसंज्ञा जायते. सुप् इति प्रत्ययम् आश्रित्य प्रत्ययस्य असाधारणधर्मम् आश्रित्य पदसंज्ञा जायते इति कृत्वा अत्र प्रत्ययं निमित्तीकृत्य एव पदसंज्ञा जायते. अत्र राजन्योगः सु इत्यत्र सुबन्तम् इति मत्वा तत्र पदसंज्ञा जायते. अतः सुप्तिङ्गन्तं पदम् इति सूत्रस्य कृते प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं भवति. यतोहि सुप्तिङ्गन्तं पदम् इति तादृशसूत्रं यत्र प्रत्ययस्य असाधारणधर्मम् आश्रित्य सूत्रं प्रवर्तते. सुप्रत्ययः अस्ति इति मत्वा तत्र पदसंज्ञा जायते. अतः अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन पदसंज्ञा जायते. एवम् अनुदात्तनित आत्मनेपदम् इत्यनेन यः नित्वम् अस्ति यङ् प्रत्यये तादृशनित्वम् अध्यारोपयित्वा अत्र अनुदात्तनित आत्मनेपदम् इत्यनेन इत्यत्र सूत्रस्य कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् इति कर्तुं शक्यते वा? इत्युक्ते यङ् प्रत्यये नित्वम् अस्ति, इदानीं प्रत्यये लुप्ते सत्यपि प्रत्ययलक्षणम् अस्ति इति मत्वा, इत्युक्ते यङ् इति प्रत्ययस्य समग्रतया लोपः जातः, तर्हि इदानीं तादृश यङ् इति प्रत्ययः अस्ति, तादृश यङ् प्रत्यये नित्वमपि अस्ति, अतः अनुदातनित आत्मनेपदम् इत्यनेन आत्मनेपदप्रत्ययः आत्मनेपदी प्रत्ययः भवितुम् अर्हति वा यङ्गन् यङ् लुगन्तधातुतः इति प्रश्ने सति, तत्र अस्माभिः दृष्टं यत् अनुदात्तनित आत्मनेपदम् इति तादृशसूत्रं यत्र नित्वं केवलं प्रत्यये एव भवेत् इति नास्ति, धातौ अस्ति चेदपि नित्वम् अस्ति चेदपि आत्मनेपदी प्रत्ययः विधीयते. अत्र प्रत्ययस्य असाधारणधर्मम् आश्रित्य अनुदात्तनित आत्मनेपदम् इति सूत्रं प्रवर्तते इति नास्ति. तदर्थम् अस्माभिः दृष्टम् अप्रत्यये धातौ शीङ् इति धातुः वर्तते, तत्रापि ङकारः इत्संज्ञकः अस्ति, तत्रापि शीङ् धातुतः आत्मनेपदी प्रत्ययः विधीयते. अप्रत्यये अपि आत्मनेपदी प्रत्ययः विधीयते. इदानीं प्रत्यये नित्वम् इत्यत्र पट् इति धातुतः यङ् प्रत्ययः विधीयते चेत् पापट्य, इदानीं पापट्य इत्यत्र प्रत्ययस्य ङकारः अस्ति, तत्रापि प्रत्ययस्य ङकारः अस्ति इति कृत्वा तत्रापि आत्मनेपदी प्रत्ययः विधीयते इति कृत्वा पापट्यते इति रूपं लभ्यते. अतः वयं द्रष्टुं शक्नुमः अप्रत्यये ङकारः ङकारस्य इत्संज्ञा चेदपि आत्मनेपदी प्रत्ययः भवति, प्रत्यये नित्वम् अस्ति चेदपि आत्मनेपदी प्रत्ययः भवति. अनुदात्तनित आत्मनेपदम् इति सूत्रस्य कार्यं कार्यक्षेत्रं न केवलं प्रत्ययस्य विषये, अप्रत्यये अपि तस्य कार्यं भवति. अतः तत्र अनुदात्तनित आत्मनेपदम् इति सूत्रस्य कार्यार्थं प्रत्ययलोपे प्रतिलक्षणम् इति कर्तुं न शक्नुमः, यतोहि प्रत्ययलोपे प्रतिलक्षणम् इति तत्र एव भवति यत्र प्रत्ययस्य असाधारणधर्मम् आश्रित्य प्रवर्तते. अत्र अनुदात्तनित आत्मनेपदम् इत्यत्र प्रत्ययस्य असाधारणं धर्मम् आश्रित्य प्रवर्तते इति नास्ति. अतः अत्र अनुदात्तनित आत्मनेपदम् इति सूत्रस्य कार्यार्थं प्रत्ययलोपे प्रतिलक्षणम् इति कर्तुं न शक्नुमः इति अस्माभिः एतावता प्राप्तं. तत्र एकं परिच्छेदम् अस्ति, तत्र एकः परिच्छेदः अस्ति, यङ्लुगन्तधातुभ्यः प्रत्ययलक्षणेन आत्मनेपदित्वं न गृहीतम् इति दृश्यते. किमर्थं चेत् प्रत्ययलोपे प्रतिलक्षणम् इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययं निमित्तीकृत्य कार्यं विद्यमानम् अस्ति. ततः आरभ्य एकवारं पठित्वा अग्रे गच्छामः. का पठति अत्र? विजयलक्ष्मी भगिनी पठति वा? आं पठामि भगिनि. कृपया. यङ् लुगन्तधातुभ्यः प्रत्ययलक्षणेन आत्मनेपदित्वं न गृहीतम् इति दृश्यते. किमर्थं चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययं निमित्तीकृत्य कार्यं विधीयमानम् अस्ति. यथा पठ् इति धातुतः यङ् प्रत्ययः विधीयते चेत् पठ् योगः यङ् इति भवति. यदा यङ् प्रत्ययस्य विकल्पेन लुक् भवति तदा पापठ् इति यङ् लुगन्तधातुः निष्पद्यते द्वित्वानन्तरम्. पापठ् इति धातौ यङ् प्रत्ययस्य विधानं कृत्वा तस्य लुप् जातम्. तर्हि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन पापठ् इति धातौ यङ् प्रत्ययस्य लक्षणं कृत्वा धातुः ङित् इति मत्वा अनुदात्त ङित् आत्मनेपदम् इत्यनेन आत्मनेपदसम्यकानां तिङ्प्रत्ययानां विधानं न शक्यते, यतोहि ङित्वं केवलप्रत्ययधर्मो नास्ति अपि तु अपरेषु स्थलेष्वपि भवति, यथा शीङ् धातौ इति कृत्वा यङ् लुगन्तप्रसङ्गे प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण यङ् प्रत्ययस्य लक्षणम् अस्ति इति मत्वा अनुदात्तङ्यत आत्मनेपदम् इति सूत्रस्य कार्यं न शक्यते, यतोहि अनुदात्त ङित् आत्मनेपदं ङित आत्मनेपदम् इति सूत्रं केवलं प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते इति वा. हा, न प्रवर्तते. प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति. तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति। तात्पर्यं यत् अनुदात्तङित आत्मनेपदम् इति सूत्रस्य कार्यार्थं यत्किमपि ङित्वं स्वीकर्तुं शक्यते, प्रत्ययस्य अप्रत्ययस्य द्वयोः अपि ग्रहणं शक्यते इत्यतः अस्य सूत्रस्य कार्यार्थं प्रत्ययलक्षणं स्वीकर्तुं नैव शक्यते। वक्तव्यं वा भगिनि? आमाम् एकवारं वदतु। हा अत्र यङ् लुगन्तधातुभ्यः प्रसङ्गे किं भवति इति अत्र दत्तमस्ति। अत्र यङ् लुगन्तधातुभ्यः प्रत्ययलक्षणेन आत्मनेपदित्वं भवति वा इति प्रश्ने सति किं भवति इति अत्र दत्तमस्ति। यङ् लुगन्तधातोः प्रत्ययस्य विकल्पेन लुक् भवति, ततः लुक् भवति इति कृत्वा यङ् प्रत्ययस्य विधानं कृत्वा तस्य लोपः विशिष्टलोपः भवति। अत्र यङ् इत्यत्र ङित्वम् अस्ति इति कृत्वा तत्र लुप्त यङ् प्रत्ययं स्वीकृत्य अनुदात्तङित आत्मनेपदम् इति सूत्रेण तत्र आत्मनेपदित्वम् आरोपयितुं शक्यते वा इति प्रश्ने सति न भवति, यतोहि ङित्वस्य सूत्रे कुत्रापि प्रत्ययस्य प्रसङ्गः नास्ति, अनुदात्तङित आत्मनेपदम् इत्येव अस्ति। ङित् प्रत्यये भवितुम् अर्हति, अप्रत्यये अपि भवितुम् अर्हति, केवलं ङित् भवति चेत् तत्र आत्मनेपदित्वं भवति इति एव सूत्रं स्पष्टतया वदति। अतः तत् प्रत्ययस्य असाधारणधर्मं स्वीकृत्य लिखितसूत्रं नास्ति इत्यतः अत्र यङ् प्रत्ययस्य लोपः भूत्वा तत्र तस्य लोपे अपि प्रत्ययलक्षणं तत्र तिष्ठति इति स्वीकृत्य तत्र आत्मनेपदित्वं न भवति इति अत्र दत्तमस्ति, यतोहि प्रत्ययलक्षणं स्वीकृत्य अत्र सूत्रं लिखितं नास्ति, केवलं ङित्वस्य विषये अस्ति। अतः अत्र लुगन्तधातूनाम् आत्मनेपदित्वम् अनुदात्तङित आत्मनेपदम् इति सूत्रस्य इफेक्ट् तत्र न भवति। इफेक्ट् कथं वक्तव्यं भगिनि? प्रभावः। प्रभावः अद्य नूतन हेड्फोन्स् धृतवती अस्मि, सम्यक् श्रूयते वा? सम्यक् श्रूयते, सम्यक् श्रूयते, समीचीनमस्ति, सम्यक्, समीचीनं। तर्हि अत्र यथा अस्माभिः पूर्वं चर्चितम् अत्र पट् इति धातुतः यङ् प्रत्ययः विधीयते, तत्र द्वित्वमपि भवति, पापट् योगः यङ्, इदानीं पापट्य इति यङ्गन्तधातुः, यङ् प्रत्ययस्य लोपः भवति चेत् पापट् इति धातुः, इदानीं पापट् इति धातौ यतोहि पापट् इत्यत्र यङ् प्रत्ययस्य प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन पापट्य इति मत्वा तत्र अनुदात्तनित आत्मनेपदम् इत्यनेन आत्मनेपदि प्रत्ययः तत्र भवितुम् अर्हति वा इति प्रश्ने सति, तत्र तदर्थम् अस्माभिः चिन्तनीयम् अनुदात्तनित आत्मनेपदम् इति सूत्रस्य कृते प्रत्ययलोपे प्रतिलक्षणम् इति कर्तुं शक्नुमः न वा इति प्रश्नः। इत्युक्ते यत्र कुत्रापि यस्य सूत्रस्य कृते प्रत्ययलोपे प्रतिलक्षणम् इति कर्तुम् इच्छामः तदानीम् अस्माभिः चिन्तनीयं एतादृशसूत्रस्य कृते प्रत्ययलोपे प्रतिलक्षणं कर्तुं शक्नुमः न वा इति अस्माभिः एकवारं द्रष्टव्यं. तदर्थं किं द्रष्टव्यम् इति चेत्, यस्य सूत्रस्य विषये चिन्तनं जायमानमस्ति तस्मिन् सूत्रे निमित्तं प्रत्ययं मत्वा कार्यं भवति वा, प्रत्यये अप्रत्यये उभयत्र कार्यं भवति वा इति द्रष्टव्यम्. तर्हि इदानीम् अनुदातनित आत्मनेपदम् इति सूत्रस्य कृते प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन यङ् प्रत्ययः अस्ति इति मत्वा आत्मनेपदी प्रत्ययः भवितुमर्हति वा इति चेत् न भवितुमर्हति. किमर्थं चेत् अनुदातनित आत्मनेपदम् इति सूत्रं केवलं प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते. इत्युक्ते केवलं प्रत्यये नित्वम् अस्ति चेदेव आत्मनेपदित्वं भवति प्रत्ययस्य इति तादृश कार्यं नास्ति, कार्यक्षेत्रं तथा नास्ति. अनुदातनित आत्मनेपदम् इति सूत्रस्य कार्यं कुत्र इति चेत्, यत्र कुत्रापि नित्वम् अस्ति धातौ, प्रत्ययस्य भागे नित्वं वा धातौ, इत्युक्ते अत्र धातोः विषये अस्ति. अनुदातनित आत्मनेपदम् इत्यत्र धातौ नित्वं भवेत्, साक्षात् औपदेशिकधातौ नित्वम् अस्ति वा अतिदेशिकधातौ नित्वम् अस्ति वा इति तादृशचिन्तनं नास्ति. धातौ नित्वं भवेत्, प्रत्ययस्य भागे अपि भवितुमर्हति अथवा साक्षात् औपदेशिकधातौ अपि भवितुमर्हति. औपदेशिकधातुः इत्युक्ते शीङ् इति धातौ, तत्र औपदेशिकधातौ नित्वम् अस्ति. अथवा पापट्य इति यदा वयं वदामः, पट्धातु तु तत्र पट्धातौ तु नित्वं नास्ति, औपदेशिकधातौ नित्वं नास्ति, परन्तु पापट्य इति वयं वदामः चेत् इदानीं यङ् प्रत्ययस्य भागः भागे नित्वम् अस्ति इति कृत्वा पापट्य इति धातुः धातौ नित्वं वर्तते इति कृत्वा तत्र आत्मनेपदिप्रत्ययः विधीयते. अतः अस्मिन् सूत्रे अनुदातनित आत्मनेपदम् इति सूत्रे नित्वं यत्र कुत्रापि भवितुमर्हति धातौ, प्रत्ययस्य भागे वा साक्षात् औपदेशिकधातौ वा इति कृत्वा, प्रत्यये अप्रत्यये उभयत्र भवति, प्रत्ययस्य असाधारणम् आश्रित्य इदं सूत्रं न प्रवर्तते. यः कोऽपि धर्मः साधारणधर्मः, प्रत्यये अप्रत्यये नित्वम् इति साधारणधर्मः प्रत्यये अप्रत्यये उभयत्र अस्ति चेदपि तत्र अनुदातनित आत्मनेपदम् इति सूत्रं कार्यं करोति इति कृत्वा अस्य सूत्रस्य कृते प्रत्ययलोपे प्रत्यलक्षणम् इति कर्तुं न शक्नुमः इति अत्र सारांशः. इति न शक्नुमः इति कृत्वा पापट् इति यङ्लुगन्तधातुः तत्र नित्वम् अस्ति इति न स्वीकर्तुं शक्यते, यतोहि प्रत्ययलक्षणम् अपि न स्वीकर्तुं शक्यते इति कृत्वा तत्र परस्मैपदीप्रत्ययः एव भवति. पापट्टि, पापट् योगः ति, लट्लकारे प्रथमपुरुषे एकवचने ति, तत्र सन्धिकार्यं कृत्वा पापट्टि इति रूपं भवति लड्डि. अस्तु, पापट् योगः श्रुत्वं भवति, श्रुत्वं भवति पापट्टि इति भवति. समीचीनं, तर्हि इदानीम् अग्रे गच्छामः. मीरा भगिनी पठति वा? मीना भगिनी, सारांशः यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण प्रत्ययलुप्ते सति प्रत्ययलक्षणं तदा एव शक्यते यदा सम्पूर्णस्य प्रत्ययस्य लोपः जायते, अपि च यदा तृतीयकाले विधिसूत्रं केवलं प्रत्ययनिमित्तीकृते प्रवर्तते. तात्पर्यं यत् वर्णनिमित्तिकं कार्यं चेत् प्रत्ययलोपे प्रत्ययलक्षणं कर्तुं न शक्यते. तदर्थमेव परिभाषा अस्ति वर्णाश्रये नास्ति प्रत्ययलक्षणम् इति. परिभाषायाः अर्थः एवमस्ति, प्रत्ययलक्षणं तदा एव भवति यदा सम्पूर्णप्रत्ययनिमित्तकं कार्यं जायमानमस्ति. यदा सम्पूर्णप्रत्ययनिमित्तिकं कार्यं जायमानमस्ति, न हि प्रत्ययस्य विशिष्टवर्णनिमित्तिकं कार्यं. यदा प्रत्ययस्य लोपः जायते तथा प्रत्ययलक्षणम् आश्रित्य वर्णकार्यं न कर्तव्यम्. सम्पूर्णप्रत्ययम् आश्रित्य कार्यं जायमानं चेत् प्रत्ययलक्षणम् आश्रित्य कार्यं करणीयम्. अत्र सारांशः अस्ति तत्र कथं प्रत्ययलोपे प्रत्ययलक्षणस्य सूत्रं कार्यं करोति इति. तत्र तत्र एक सम यदि समग्रप्रत्ययस्य लोपः भवति चेत् प्रत्यय लक्षस्य प्रत्ययलोपे प्रत्ययलक्षकार्यं करोति वयं जानीमः, अथवा केवलं तत्र प्रत्ययनिमित्तीकृत्य सूत्रं प्रवर्तते चेत् तस्य कृते प्रत्ययलोपे प्रत्ययलक्षणम् इति शक्यते, न तु वर्णाश्रये. यदि वर्णाश्रये इत्युक्ते अत्र वर्णं निमित्तीकृत्य कार्यं करोति चेत् तत्र तृतीयकाले यदि विधिसूत्रमस्ति चेत् अग्रे आगच्छति एच वयावः इति सूत्रं, तत्र तृतीयकाले विधिसूत्र केवलं प्रत्ययं निमित्तीकृत्य प्रवर्तते चेत् प्रत्ययलक्षणं भवति, परन्तु वर्णनिमित्तिककार्यम् अस्ति चेत् तत्र तस्मिन् समये प्रत्ययलोपे प्रत्ययलक्षणम् इति कार्यं न शक्यं. तदर्थम् एक परिभाषा अस्ति, वर्णाश्रये नास्ति प्रत्ययलक्षणम् इति परिभाषा. अस्य अर्थः किम् इति चेत् प्रत्ययलक्षणं यदा सम्पूर्णप्रत्ययं लोपः अथवा प्रत्ययनिमित्तीकृत्य विशिष्टकार्यं भवति चेत् एव प्रत्ययलोपे प्रत्ययलक्षणं भवति. अनन्तरम् अन्तिमवाक्यम् अस्ति, तर्हि यदा प्रत्ययलोपः जायते तदा प्रत्ययलक्षण आश्रित्य वर्णकार्यं न कर्तव्यं, सम्पूर्णप्रत्ययमाश्रित्य कार्यं जायमानं चेत् प्रत्ययलक्षणमाश्रित्य कार्यं तादृशमेव अत्र प्रत्ययस्य सम्पूर्णप्रत्ययं लोपः भवति चेत् अथवा सम्पूर्ण प्रत्ययं निमित्तीकृत्य कार्यमस्ति चेदेव प्रत्ययलक्षण लोपः भवति, न तु वर्णमाश्रित्य कार्यमस्ति चेत् तत्र कार्यं न भवति. अत्र अग्रे एचोयवः इति पठामः वा, तत्र एचोयवः इति सूत्रं यदा गो योगः ज्ञेयोगः एकक्षणम् अत्र किञ्चित् धन्यवादः भगिनि, इति किञ्चित् अत्र एकवारं पश्यामः. अत्र किम् उक्तम् इति चेत् प्रथमतया प्रत्ययस्य समग्रतया लोपः भवेत्, प्रत्ययस्य समग्रतया लोपः भवेत्. प्रत्ययलक्षणं प्रत्ययलोपे प्रत्ययलक्षणं कदा भवति इति चेत् प्रथमतया प्रत्ययस्य समग्रतया लोपः भवेत्. द्वितीयं यस्य सूत्रस्य कृते प्रत्ययलोपे प्रत्ययलक्षणम् इति कर्तुम् इच्छामः तस्मिन् सूत्रे प्रत्ययम् आश्रित्य कार्यं प्रवर्तते न वा इति द्रष्टव्यम् इति तत्र किं निकषः द्वयं वर्तते. अनन्तरम् अत्र वर्णाश्रये नास्ति प्रत्ययलक्षणम् इति उक्तं परिभाषा, अत्र परिभाषा अपि अस्ति, अत्र सः परिभाषायाः वस्तुतः आवश्यकता नास्ति, यतोहि सूत्रात् एव तादृशः अर्थः लभ्यते. प्रत्ययस्य असाधारणं धर्मम् आश्रित्य एव प्रवर्तते इति अस्माभिः पूर्वं चर्चितं खलु, सूत्रार्थे एव तादृशार्थः इङ्गितः अस्ति, परिभाषायाः आवश्यकता नास्ति, तदापि परिभाषा वर्तते वर्णाश्रये नास्ति प्रत्ययलक्षणम् इति. इत्युक्ते यत्र यस्मिन् सूत्रे वर्णम् आश्रित्य प्रवर्तते सूत्रम् इत्युक्ते अष्टाध्यायां त्रिपाद्यं यानि सूत्राणि सन्ति तत्र प्रायेण सूत्राणि प्रत्ययमाश्रित्य न प्रवर्तन्ते तानि सूत्राणि, तत्र तु प्रत्ययलोपे प्रत्ययलक्षणम् इति कर्तुं न शक्यते एव. प्रत्ययलोपे प्रत्ययलक्षणं तदा एव भवति यदा सम्पूर्णप्रत्ययनिमित्तिकं कार्यं जायमानम् अस्ति, न तु प्रत्ययस्य विशिष्टवर्णनिमित्तिकं कार्यम्. इत्युक्ते प्रत्यये जल्वर्णः अस्ति, तादृशजल्वर्णम् आश्रित्य कार्यं प्रवर्तते चेत् तदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इति न शक्यते. यदि तत्र जलादिप्रत्यये परे एतादृशकार्यं भवति इति वदति चेत् तदानीं प्रत्ययलोपे प्रत्ययलक्षणं भवितुमर्हति. अतः प्रत्ययस्य तत्र कीदृशनिमित्तं वर्तते सूत्रे इति द्रष्टव्यं भवति, तदानीमेव प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं भवति इति अत्र उक्तं. वर्णकार्ये तु नास्ति प्रत्ययलोपे प्रत्ययलक्षणम्. अस्तु, इदानीम् एकवारं पश्यामः. अस्तु अनिमा भगिनि अग्रे पठति वा भगिनि गवे यथा गवेहितम् इति विग्रहे सति गोहितम् इति चतुर्थी तत्पुरुषसमासः जायते चतुर्थी तदर्थ अर्थ बलिहितसुखरक्षितैः इति सूत्रेण गवेहितं गोहितम् इति चतुर्थी तत्पुरुषसमासः अस्य अलौकिकविग्रहवाक्यं भवति गोयोगः ज्ञेयोगः हितयोगः सु इति समासप्रक्रियायां समासस्य प्रातिपदिकसंज्ञा भवति कृत्तथितसमासाश्च इति सूत्रेण अग्रे सुपोधातुप्रातिपदिकयोः इति सूत्रेण समासे विद्यमानयोः सुप्रत्ययोः लुक् भवति इत्यतः ङेप्रत्ययस्य सुप्रत्ययस्य च लुक् भवति गोयोगः ङेयोगः हितयोगः सु इत्यत्र ङे ए एव तत्र अवशिष्यते इति प्रत्ययस्य लोपे कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लक्षणं स्वीकृत्य चेत् स्वीक्रियते चेत् तदा एचो यवायावः इत्यनेन अवादेशः प्राप्येत येन गौहितम् अल गौहितं गौहितम् इति अनिष्टरूपं सिद्ध्येत् आद्ये ङे प्रत्ययस्य लुका लुप्तत्वेन तत्र प्रत्ययलोपे तल्लक्षणमिति अज् निमित्तिकः अयादि प्रसज्येत प्रत्ययग्रहणे प्रत्ययनिमित्तकमेव कार्यं प्रत्ययलोपे भवति न तु वर्णनिमित्तकम् इति अयादेः अच् इति वर्णनिमित्तकत्वेन न तत्र प्रत्ययलक्षणप्रसक्तिः अतः एव तद्वारणाय उच्यते वर्णाश्रये नास्ति प्रत्ययलक्षणम् इति वर्णाश्रये कार्ये प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य कार्यं न भवति इत्यर्थः अत्र अवादेशः केवलं प्रत्ययं निमित्तीकृत्य कार्यं नास्ति अपि तु वर्णनिमित्तिकं कार्यम् अतः एव उच्यते वर्णाश्रये नास्ति प्रत्ययलक्षणम् इति वर्णाश्रये कार्ये प्रत्ययलक्षणं न स्वीक्रियते इति कृत्वा गोयोगः ङे इत्यत्र ङे इति प्रत्ययस्य लक्षणं न स्वीक्रियते एचो यवायावः इत्यस्य कार्यार्थं येन गोहितम् इति रूपं सिद्ध्यति अत्र समासस्य विषये उक्तमस्ति उदाहरणे चतुर्थी समासः अस्ति तत्र चतुर्थी तदर्थ अर्थ बलिहितसुखरक्षितैः इति सूत्रेण गवे हितं हित इति शब्दः अत्र अस्ति अतः गवे हितम् इति स्वीकृत्य गोहितम् इति चतुर्थी तत्पुरुषसमासः भवति रूपे अत्र प्रथमसोपानम् अस्ति प्रत्ययं सर्वं स्वीकृत्य सुप्रत्ययं स्वीकृत्य तस्य विग्रहवाक्यं प्रदर्श्यते अलौकिकविग्रहवाक्यम् अस्ति गवे इति अस्ति अतः चतुर्थी विभक्ति अस्ति गोयोगः ङे इति अस्ति हितम् इत्यस्य हितयोगः सु इति प्रथमा विभक्ति अस्ति इदानीं प्रातिपदिकसंज्ञा क्रियते कृत्तधितसमासाश्च इत्यनेन सूत्रेण तेषां गोयोगः ज्ञेयोगः हितयोगः सु इत्येषां प्रातिपदिकसंज्ञा भवति अग्रे सूत्रमस्ति सुपोधातुप्रातिपदिकयोः लुक् इति सुप्रत्ययानं लुक् भवति अतः गोयोगः हित एव तत्र भवति ङे प्रत्ययस्य अपि च सुप्रत्ययस्य लुक् भवति तत्र इदानीं संशयः अस्ति प्रत्ययलोपे प्रत्ययलक्षणं भवति वा न वा इति इदानीं ङे प्रत्ययस्य सुप्रत्ययस्य लुक् अभवत् किल अतः ङे इत्युक्ते एकार ङकारः गच्छति ए एव तत्र तिष्ठति अतः एचो यवायावः इति सूत्रं तत्र प्रवर्तते वा इति यतः प्रत्ययलक्षणं भवितुम् अर्हति इति अतः गोयोगः ए इति भवति चेत् तत्र एचो यवायावः इत्यनेन तत्र वकारः आगच्छति ओ योगः ए अस्ति चेत् वकारः भवति किल सो गव्व इति भवति, तत्र अनिष्टरूपं सिद्ध्यति अत्र. अतः तद् न भवति इति, यतः वर्णाश्रये प्रत्ययलक्षणं नास्ति इति उक्तं. एचोयवायावः इति वर्णाश्रयसूत्रमस्ति. एच् अस्ति चेत् एकारः तत्र वर्णकार्यमेव अस्ति किल, तत्र वर्ण सन्धिकार्यं वर्णकार्यम् अस्ति. अतः तस्मिन् सन्दर्भे प्रत्ययलोपे प्रत्ययलक्षणस्य स्वीकार्यता न भवति, अतः तत् सूत्रं तत्र न प्रवर्तते. अतः गोहितमेव भवति, तत्र सन्धिकार्यं किमपि न भवति इति उक्तम्. आं भगिनि, सम्यक्, समीचीनं. तत्र गवेहितम् इति गवेहितम् इति विग्रहे सति गोहितम् इति समासः जायते, चतुर्थी तत्पुरुषसमासः. गवेहितं गोहितम् इति चतुर्थी तत्पुरुषसमासः. तस्य अलौकिकविग्रहवाक्यम् इत्युक्ते समासस्य प्रसङ्गे लौकिकविग्रहवाक्यमस्ति गवेहितम् इति लौकिकविग्रहवाक्यं. समासप्रक्रियार्थं केवलं व्याकरणस्य प्रसङ्गे अलौकिकविग्रहवाक्यमपि भवति. यत्र प्रकृतिप्रत्ययोः विभागः क्रियते, विभागं कृत्वा तत्र कीदृशकार्यं भवति, किं किं सूत्रं प्रवर्तते इति, सोपानानि कानि इति वयं पश्यामः. तदेव अलौकिकविग्रहवाक्यात् प्रक्रिया आरभ्यते. तत्र गोहितम् इत्यस्य गवेहितम् इत्यत्र गवे इत्यत्र चतुर्थ्यन्तं पदमस्ति, हितम् इति प्रथमान्तं पदमस्ति. गवे इत्यत्र गो इति प्रातिपदिकं स्वीकृत्य ने इति चतुर्थी विभक्तेः प्रत्ययः, विभक्तिप्रत्ययः. हितयोगः सु इत्यत्र प्रथमविभक्तिप्रत्ययः. गोयोगः ङे योगः हितयोगः सु इति अलौकिकविग्रहवाक्यं. तर्हि समासप्रक्रियां यदा वयं कुर्मः तदानीं तत्र समस्त गोयोगः ङे योगः हितयोगः सु इति समस्तस्य प्रातिपदिकसंज्ञा भवति कृत् तद्धितसमासाश्च इति सूत्रेण. तर्हि समग्रस्य प्रातिपदिकसंज्ञा भवति. तदनन्तरं तत्र किं भवति इति चेत् सुपोधातुप्रातिपदिकयोः इत्यनेन तत्र समासस्य अन्तर्भूतः यः सुप्रत्ययः वर्तते, वस्तुतः अत्र सुप्रत्ययौ सः ङे अपि च सु इत्यनयोः प्रत्ययोः लोपः लुक् भवति. ङे प्रत्ययस्य सुप्रत्ययस्य अनयोः लुक् भवति सुपोधातुप्रातिपदिकयोः इत्यनेन. तर्हि इदानीं गोयोगः हित इति लभ्यते. इदानीं गोयोगः ङे ङे इति तत्र ङकारस्य इत्संज्ञा, अतः एकारः एव अवशिष्यते. तर्हि इदानीम् अत्र सूत्रमस्ति एचोयवायवः इति सूत्रम्. एचोयवायवः इति सूत्रस्य कृते ङे इत्यस्य यः एकारः इति प्रत्ययः अस्ति, चतुर्थीविभक्तिप्रत्ययः एकारः, तस्य लुक् जातः. तादृशलुप्तप्रत्ययस्य प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन लक्षणं स्वीकृत्य एचोयवायवः इति सूत्रं प्रवर्तयितुं शक्नुमः वा इति प्रश्नः. प्रत्ययलोपे प्रतिलक्षणम् इति एचोयवायवः इति सूत्रस्य कृते कर्तुं शक्नुमः वा न वा इति प्रश्नः अस्ति. यदि प्रत्ययलोपे प्रतिलक्षणम् इति कुर्मः तदानीम् अनिष्टरूपापत्तिः भवति. वस्तुतः एचोयवायवः इति सूत्रं वयं पश्यामः चेत् एचोयवायवः इति सूत्रम् एचः स्थाने आदेशाः भवन्ति अचि परे इति अस्ति सूत्रं. तर्हि अचि परे इति तत्र अच् प्रत्यये परे इति नास्ति, तत्र प्रत्ययं निमित्तीकृत्य एचोयवायवः इति प्रवर्तते इति नास्ति. एचोयवायवः इति तु सन्धिकार्यम् अस्ति इति वयं जानीमः. एतादृशसन्धिकार्यस्य प्रसङ्गे प्रत्ययलोपे प्रत्यलक्षणम् इति कर्तुं न शक्नुमः इति कृत्वा अत्र ङे एकारः इति प्रत्ययस्य लक्षणं स्वीकर्तुं न शक्नुमः इति कृत्वा तत्र एचोयवायवः इति सूत्रस्य कार्यमपि न भवति. गोयोगः हित गोहित इति प्रातिपदिकं प्रथमभक्तौ एकवचने गोहितम् इति रूपं लभ्यते. गोहितम् इति रूपं लभ्यते अथवा गोहितः इति अपि रूपं भवितुमर्हति. तर्हि अत्र तदर्थम् अत्र उक्तमस्ति परिभाषा अस्ति वर्णाश्रये नास्ति प्रत्ययलक्षणम्. एचोयवायवः इति सूत्रं वर्णमाश्रित्य प्रवर्तते इति कृत्वा वर्णकार्यम् अस्ति, अतः तादृशसूत्रस्य कृते यत्र वर्णम् आश्रित्य प्रवर्तते तादृशसूत्रस्य कृते प्रत्ययलोपे प्रत्यलक्षणम् इत्यस्य कार्यं न भवति इति कृत्वा अत्र अनिष्टापत्तिः अपि न भवति. यदि अत्र किम् अस्ति प्रमाणं, वर्णाश्रये नास्ति प्रत्ययलक्षणम् इति परिभाषायाः प्रमाणं किम् इति चेत्, अत्र इदम् उदाहरणमेव प्रमाणम्. अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन एकारः प्रत्ययः अस्ति, तत्र लुप्ते सत्यपि लक्षणम् अस्ति इति वयं स्वीकुर्मः चेत् तदानीं किं भवति इति चेत्, एचोयवायवः इत्यस्य प्रसङ्गः आपतति. यदि एचोयवायवः इति प्रसङ्गः आपतति तदानीं गोहितम् इति रूपं न लभ्यते, तत्र अनिष्टरूपं गवहितं किमपि भवति, गवहितम् इति किमपि किं गवेहितं गो अव् गवेहितम् इति रूपं लभ्यते, गवेहितम् इति अस्ति न तु गवहितं, गवेहितम् इति रूपं लभ्यते. तादृशरूपं तु अनिष्टम् अस्ति, गोहितम् इत्येव रूपं स्यात् इति कृत्वा तदेव प्रमाणम् अस्ति यत् वर्णाश्रये नास्ति प्रत्ययलक्षणम् इति परिभाषायाः प्रमाणम् इदम् उदाहरणम् अस्ति. अस्तु, तर्हि तत्र अन्तिमपरिच्छेदः, तत्र सूत्रम् अनुदातनित आत्मनेपदम् इति सूत्रमस्ति, तद् कः पठति? उमा भगिनी पठति वा? पठामि भगिनि, श्रूयते वा? आमां श्रूयते. अनुदात्तनित आत्मनेपदम्, यस्य धातोः अनुदात्तस्वरस्य लकारस्य च इत् संज्ञा भवति तद्धातुः आत्मनेपदी. अनुदात्तश्च ञ च अनुदात्त ञौ तौ इतौ यस्य सः अनुदात्त नित् द्वन्द्वगर्भ बहुव्रीहिः तस्मात् अनुदात्तनितः. अनुदात्तनितः पञ्चम्यन्तम् आत्मनेपदं प्रथमान्त प्रथमान्तं द्विपद इदं सूत्रं भूवादयो धातवः धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः टीकाकाराः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण, यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन्. अनुवृत्तिसहितसूत्रम् अनुदात्तनितः धातोः लस्य आत्मनेपदम्. अत्र अनुदात्तनित आत्मनेपदम् इति सूत्रं वर्णयति. अनुदात्तस्य ज्ञः इति संज्ञा भवति, धातुः आत्मनेपदी. अनुदात्त अनुदात्तश्च ञ च अनुदात्तौ अनुदात्तौ तौ इति तौ इतौ इतौ यस्य सः अनुदात्तनितः द्वन्द्वगर्भबहुव्रीहिः. सो अनुदात्तनितः इति आगच्छति. अनुदात्तनितः पञ्चम्यन्तम् आत्मनेपदं प्रथमान्तं द्विपदसूत्रम्. सो भूवादयो धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः आगच्छति. लस्य इति पदम् आयाति अति सैडो न अवगतं सम्यक्. लस्य इति पदम् आयाति आक्षेपेण, यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन्. अत्र न अवगन्तुं शक्यते मया. इत्युक्ते भगिनी, अत्र सूत्रे तु लस्य इति पदं नास्ति. लस्य इति पश्यति चेत् लस्य इति सूत्रस्य संख्या का? लस्य इति 3477 खलु, 3477. अत्र तु सूत्रं तु प्रथमाध्याये अस्ति. अनुदात्तनित आत्मनेपदम् इति सूत्रं प्रथमाध्याये अस्ति, तृतीयपादे. अत्र लस्य इति सूत्रस्य अस्य कोऽपि कनेक्षन् नास्ति, सम्बन्धः नास्ति. तथापि अत्र सूत्रे अनुदात्तः अनुदात्तनितः धातोः आत्मनेपदम् इति वयं वदामः चेत् धातोः आत्मनेपदम् इति वयं वदामः चेत् तत्र धातोः आत्मनेपदित्वं वा इति चेत् तत्र पाणिनिना तादृश पाणिनेः तादृशविवक्षा नास्ति. धातोः आत्मनेपदित्वम् इति विवक्षा नास्ति. तत्र प्रत्ययः कीदृशप्रत्ययः इत्येव विषयः खलु. धातुतः कीदृशप्रत्ययः भवेत्, आत्मनेपदीप्रत्ययः भवेत् वा परस्मैपदीप्रत्ययः भवेत् वा इत्येव विषयः. तर्हि यद्यपि अत्र सूत्रे लस्य इति पदं नास्ति, अनुवृत्तिः अपि न शक्यते, यतोहि तस्य इति सूत्रं तु अन्यत्र अस्ति खलु, तृतीय अध्याये अस्ति. अतः अत्र आनेतुं न शक्नुमः. तथापि टीकाकाराः किं वदन्ति इति चेत् लस्य इति पदम् आयाति आक्षेपेण. आक्षेपेण इत्युक्ते तत्र आत्मनेपदित्वं कस्य भवति इति चेत् प्रत्ययस्य भवति इति कृत्वा लस्य इति पदम् अध्याहार्यम्. अर्थबोधार्थम् अध्याहार्यम्. अनुदात्तः धातोः लस्य इति आगच्छति आत्मनेपदम् भवत्याः उक्तं लस्य इति पदं प्रत्ययस्य सम्बन्धः. सो अनुदात्तः धातोः लस्य आत्मनेपदं. सो अत्र अनुदात्तः आत्मनेपदम् एव वार्ता आगच्छति. समीचीनं, सम्यक् सम्यक् समीचीनं. तर्हि इदानीं स्थानिवदादेशो अनल्विदौ इति सूत्रं समाप्तं. प्रश्नः वा भगिनि? आत्मनेपदम् इति धातोः एव संज्ञा अस्ति किल? धातोः संज्ञा नास्ति, प्रत्ययस्य एव संज्ञा अस्ति. धातोः इत्युक्ते तत्र भवती किं वदति, सूत्रार्थः कथं वक्तुमिच्छति? तत् न जानामि. अनुदात्तङितः धातोः लस्य इति नास्ति इति चिन्तयतु. अनुदात्तङितः धातोः आत्मनेपदम्. सो वयं किं पश्यामः, धातौ यदि नकारः इत् अस्ति तदात्मनेपदी एव भवति इति. आत्मनेपदी इत्यस्य अर्थः खलु कः? कः धातुः आत्मनेपदी भवति इत्यस्य अर्थः कः? तत्र इनि प्रत्ययः अस्ति खलु? आम् आम् आम् आत्मनेपदम् अस्य अस्ति इति. आत्मनेपदप्रत्ययः अस्य अस्ति इति कृत्वा आत्मनेपदी धातुः. अस्तु. तर्हि अत्र अनुदातनित्य आत्मनेपदम् इति तावदेव उक्तम्. आत्मनेपदम् इति तावदेव उक्तं. तर्हि केवलम् अनुदातनित आत्मनेपदम् इति तावदेव वदति चेत् अर्थबोधः जायते वा? धातोः आत्मनेपदत्वं नास्ति खलु? धातुः तु आत्मनेपदी भवति. इत्युक्ते यस्य यस्मात् धातोः प्रत्ययः आत्मनेपदी प्रत्ययः भवति, तर्हि तादृशधातुः आत्मनेपदी इति व्यवहारे वयं वदामः. पाणिनिना तथा न नोक्तं, धातुः आत्मनेपदी इति तादृशं न उक्तं, परन्तु व्यवहारे तादृशम् अस्ति. धातुः आत्मनेपदी इति वयं वदामः, इत्युक्ते तादृशधातुतः आत्मनेपदप्रत्ययः दीयते इति कृत्वा आत्मनेपदी इति वयं वदामः. परन्तु अत्र अनुदात्तनित आत्मनेपदम् इति सूत्रे तत्र लस्य इति न वदति चेत् आत्मनेपदत्वं तु धातुः नास्ति इति कृत्वा क्लेशः अस्ति तत्र. अस्तु, इदानीम् अवगतं भगिनि, धन्यवादः. इत्युक्ते केवलम् आत्मनेपदी इत्येव विशेषणमेव उक्तं तत्र. आत्मनेपदी भवति इति उक्तं, परन्तु कस्य इति न उक्तं, विशेष्यं किम् इति न उक्तं खलु. व्यवहारे तादृशं भवति किल, अतः मम अस्तु. हा, व्यवहारे तथा वयं वदामः, परन्तु पाणिनिना तथा न इङ्गितम्. आत्मनेपदम् इति उक्तम्, अनुदातनितः आत्मनेपदी, धातुः आत्मनेपदी इति किमपि न तथा न उक्तं खलु. सत्यम्. ओके, तर्हि इदानीं स्थानिवतादेशो अनल्विदौ इति सूत्रं समाप्तं. तत्र टेम्प्लेट् द्वयम् अस्ति, एकवारं पश्यन्तु. तत्र अस्माकं श्रीरामहोदयेन सम्यक्तया चित्रितमस्ति एक्सेल् शीट् मध्ये. वस्तुतः चित्रितमिति नास्ति, परन्तु प्रक्रिया कथं भवति, स्थानिवत् आदेशो अनल् विधौ चेत् चिन्तनक्रमः कथं भवेत् इति सम्यक्तया निरूपितमस्ति बहूनि उदाहरणानि स्वीकृत्य. अतः तत् पश्यन्ति चेत् अवगमनं स्पष्टं भवति इति चिन्तये. तर्हि एकवारं पश्यन्तु, गृहपाठरूपेण द्रष्टुं शक्नुवन्ति. तर्हि इदानीं वयम् अग्रे गन्तुं शक्नुमः. अत्र इदं पाठं बहुकालानन्तरं समाप्तं, पाठः समाप्तः. तर्हि इदानीं अस्माकम् अग्रिमः पाठः अस्ति इदानीम् अदन्त अङ्गम् इति विषयः समाप्तम्. इत्युक्ते इदानीं तत्र वयं अस्माकं मूलविषयः किम् आसीत् इति चेत् सारधातुकप्रकरणम् इत्यत्र अदन्त अङ्गस्य चिन्तनं जातम्. अदन्त अङ्गस्य चिन्तनं जातम् इत्युक्ते भुवादिगणे, तुदादिगणे, शुरादिगणे, अनन्तरं किम् किमस्ति दिवादिगणः, दिवादिभ्यः श्यन् हा दिवादिगणः इत्यत्र अदन्त अङ्गम् इति चिन्तनं जातं. तत्र चुरादिगणस्य विषयः आगतः इति कृत्वा तस्य सम्बन्धे प्रेरणार्थे निश्चित्यत्रापि समाना प्रक्रिया इति कृत्वा तदपि अस्माभिः पठितं. तस्मिन् प्रसङ्गे स्थानिवत् आदेशो अनल् विधौ इति अपि चिन्तितम्. इदानीम् अस्माकं नूतनः विषयः अस्ति अनदन्त अङ्गानां सिद्धप्रतिङ् प्रत्ययः इति विषयः. तत् कृपया उद्घाटयन्तु, अनदन्त अङ्गानां सिद्धप्रत्ययः अस्ति वा पाठः? अनदन्त अङ्गानां कृते सिद्धप्रत्ययः, तिङ् प्रत्ययः इति पाठः अस्ति वा? अस्ति भगिनि. अस्तु, तर्हि भवती एव आरम्भं करोतु भगिनि. शुभदा भगिनि. आं भगिनि, अनदन्ताङ्गानां कृते सिद्धतिङ्प्रत्ययः सार्वधातुकलकारेषु तिङन्तप्रपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति: विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा धातुविकरणप्रत्यययोः मेलनं, द्वितीयं सोपानं तिङ् संज्ञकप्रत्ययसिद्धिः, तृतीयं सोपानं तिङ् संज्ञकप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा अङ्ग तिङ् संज्ञकप्रत्यययोः मेलनं, सोपानत्रयस्य एका दृष्टिः. तर्हि तत्र सार्वधातुकलकारः इति विषयः, तस्मिन् विषये तिङ्प्रत्ययस्य निर्माणार्थं त्रीणि सोपानानि तत्र सन्ति. एकं तु विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदनन्तरं यदा धातोः परं यदा कर्तृर्थे कर्तृर्थकसार्वधातुकप्रत्ययः भवति तदा विकरण तत्तद्गणस्य विकरणप्रत्ययः आयाति इति कृत्वा विकरणप्रत्ययः तत् विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति. धातोः अङ्गे केचन विशिष्टानि कार्याणि भवन्ति कानिचन. तदनन्तरं धातु अपि च विकरणप्रत्यययोः मेलनं भवति इति एकं सोपानं. तिङ्प्रत्ययस्य तिङ्संज्ञकप्रत्ययसिद्धिः भवति, तिप्तजि इति वयं जानीमः. तस्मात् ते प्रत्ययाः कथं सिद्ध्यन्ति तदपि सापि एका प्रक्रिया भवति. तदनन्तरं तिङ्संज्ञकप्रत्ययः निमित्तिकम् अङ्गकार्यं भवति. यदा वयं धातुविकरणप्रत्यययोः मेलनं कृत्वा एकम् अङ्गं वयं प्राप्नुमः, तस्मात् अङ्गात् परं यदा तिङ्प्रत्ययः भवति तदा तत् तिङ्प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति. तत्र तदनन्तरं तत् अङ्गम् अपि च तिङ्संज्ञकप्रत्ययः इत्यनयोः मेलनम् अपि भवति इति कृत्वा इति त्रीणि सोपानानि तत्र सन्ति इति संक्षेपे तत्र दत्तमस्ति. तदनन्तरं सोपानत्रयस्य एका दृष्टिः. अदन्ताङ्गस्य दृष्टान्तः धात्वर्थविवक्षायां भूधातुः आनीयते, लकारविवक्षायां लट् लकारः आनीयते, प्रथमपुरुषैकवचनस्य विवक्षायां लटः स्थाने तिप् आदेशः, भूयोगः तिप् इति अस्ति, तिप् सार्वधातुकसंज्ञकः कर्तर्थकः, तिङ्संज्ञकः च अतः कर्तरि शप् इत्यनेन शप् इति विकरणप्रत्ययः विहितः, भूयोगः शप् योगः तिप् अनुबन्धलोपे भू अति, अस्याम् एव स्थित्याम् उपर्युक्तं सोपानत्रयं प्रारभ्यते। तर्हि अदन्त अङ्गस्य एकं उदाहरणं नीत्वा तत्र विवरणं दत्तमस्ति। भू इति धातुः, तत्र लकारविवक्षा अस्ति, लकारस्य विवक्षा यः कोऽपि लकारस्य विवक्षा भवेत् तत् अनुसृत्य लकारः तत्र आनीयते। उदाहरणार्थं तत्र लट् लकारः इति दत्तमस्ति, लट् लकारः आनीयते। तर्हि भूयोगः लट् इति अस्ति, लट् इत्यस्य लस्य स्थाने पुनः प्रथमपुरुषस्य एकवचनस्य विवक्षायां लट् इत्यस्य स्थाने इत्यस्मात् तिप् इति आदेशः, भूयोगः तिप् इति भवति। अनुबन्धलोपे सति भूयोगः ति इति भवति। अधुना तिप् इति सार्वधातुकप्रत्ययः अपि च कर्त्रर्थकः भवति इति कृत्वा कर्तरि शप् इत्यनेन विकरणप्रत्ययः शप् इति आयाति, यतोहि भू इति भुआदिगणीयधातुः, शप् इत्यस्मात् अनुबन्धलोपे अ इति तिष्ठति, तर्हि भू अति इति भवति। अधुना उपरि दत्तानि त्रीणि सोपानानि तत्र विधीयन्ते। प्रथमं तु विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं धातुविकरणप्रत्यययोः मेलनं, तदनन्तरं तिप् इत्यस्य तिङ्संज्ञकप्रत्ययस्य सिद्धिः भवति, तदनन्तरं तत् तिङ्प्रत्ययनिमित्तीकृत्य अङ्गे यानि कानि कार्याणि भवन्ति तानि भवन्ति, तदनन्तरम् अङ्गतिङ्संज्ञकप्रत्यययोः मेलनं भवति इति सर्वं भू अति इत्यस्मात् परं भवति इति संक्षेपेण तत्र दत्तमस्ति। समीचीनमेव, बहु सम्यक् भगिनी, धन्यवादः। सम्यक्, धन्यवादः। अत्र तु किमपि नूतनं नास्ति, अत्र पूर्वमपि अस्माभिः चर्चितम्, अतः किञ्चित् अग्रे गच्छामः। तत्र उषा भगिनी अग्रे पठति वा? आं भगिनि, नमस्कार। नमस्कारः। प्रथमसोपाने विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं, तर्हि अत्र अ इति विकरणप्रत्ययं निमित्तीकृत्य सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः क्रियते, भू इति भो इति भवति। एतदेव अस्माकम् अङ्गकार्यं, तदा सन्धिकार्यम् एचो अयवायावः इत्यनेन भो योगः अ इति कृते भकारयोगः अव् योगः अकारः अकार अ भव इति भवति। इदं सन्धिकार्यम् अङ्गकार्यं नास्ति एव, यतोहि शपं निमित्तीकृत्य कार्यं न जातम्। सन्धिकार्यं तु केवलं वर्णस्तरे प्रवर्तते, ओकारः अस्ति, परः अकारः अस्ति, शप् इति कारणं परः अकारः अस्ति, शप् इति कारणं नास्ति अत्र। यः कोऽपि अकारः भवतु तादृशं कार्यं भविष्यति एव। ओकार आकारयोः मेलनेन ओ स्थाने अव् आदेशः इति सन्धिकार्यम्। एवं तु एवं च धातुविकरणप्रत्ययोः मेलनेन भव इति अङ्गं जातं प्रथमं सोपानं समाप्तम्। प्रथमसोपाने वयं पठितवन्तः विकरणप्रत्ययस्य निमित्तिकम् अङ्गकार्यम्, अनन्तरं धातुविकरणप्रत्ययोः मेलनं इति। अत्र धातु भू इति कृते शप् तिप् प्रत्ययः लट् विवक्षायाम् आयाति, अनन्तरं शप् अपि विधीयते कर्तरिप्रयोगे इत्यनेन, भूयोगः शप् योगः तिप् इति कृते भूयोगः अयोगः ति इति कृते भू इति धातु। अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति भो, तदेव अङ्गकार्यम् अस्ति। अनन्तरम् एचो अयवायावः इत्यनेन भो योगः अ इति कृते भव इति अङ्गं सिद्ध्यति। तत्र हेचो अयवायावः इति यद्यपि कार्यम् अस्ति क्रियते अपि, परन्तु एचो अयवायावः इति अङ्गकार्यं नास्ति, यतोहि एचो अयवायावः इत्यस्य कृते ओकारः भो इति गुणः अनन्तरम् अकारः अस्ति, तत् अकारः ओ योगः अ इति ओ योगः अ इति स्थिते क्रियते, अव् इति आदेशः भवति ओकारस्य स्थाने, सो भव इति भवति. एचो अयवायावः इति सूत्रस्य कार्यं एचः परः अचि अस्ति चेत्, एचः परः अचि अस्ति चेत् ऐ अव् आय् आव् इति आदेशः भवति इति कार्यं, वर्णकार्यम् अङ्गकार्यं नास्ति, शप् इति निमित्ति कृत्य नास्ति, परन्तु अचि इति यद्यपि प्रत्ययः अति अपि वा वर्णम् इति अस्ति वा, एचः परः अचि अस्ति चेत् कार्यम् अस्ति इति अस्ति. अत्र वर्णम् अस्ति अकारः, भोयोगः अकारः, अव् योगः अकारः, भव इति सिद्ध्यति, विकरणप्रत्यय मेलनं भवति, अत्र भव इति कार्यं सिद्ध्यति. बहु समीचीनं भगिनि, धन्यवादः, बहु सम्यक्. तर्हि इदानीम् अग्रे गच्छामः. तत्र किं विजया भगिनी अग्रे पठति वा? आं महोदय, नमस्कारः. नमस्कारः. द्वितीयसोपाने तिङ् संयुक्तप्रत्ययः सिद्धिः. अत्र तिप् इति मूलप्रत्ययः, अलन्त्यम् इत्यनेन अकारस्य इत् संज्ञा लोपः च, ति इति सिद्ध तिङ् प्रत्ययः निष्पन्नः. द्वितीयसोपानं समाप्तम्. भव योगः ति इत्यस्ति. अत्र पूर्वं दृष्टवन्तः भव इति सार्वधातुक आर्धधातुकयोः अनन्तरम् एचो यवायवः इत्यनेन कार्यं भूत्वा अत्र सन्धिकार्यम् अन्ते भवति, अतः तत्र भव इति धातु निष्पन्नम्. इदानीमत्र तृतीयसोपानं किमस्ति चेत् तिप् इति विवक्षा अस्ति, अत्र पकारस्य लोपः भवति हलन्त्यम् इत्यनेन, अनन्तरं पूर्णतया तस्य लोपः इत्यनेन अपगच्छति. अत्र भवयोगः द्वितीयसोपाने ति इति विवक्षायां प्रथमपुरुषे एकवचनविवक्षायां भवयोगः ति अत्र वर्णमेलनेन भवति इति अन्तिमरूपं निष्पन्नम् भवति. अग्रे अपि पठतु भगिनि, सम्यक्. तृतीयसोपानं तिङ्संजकप्रत्ययः निमित्तिकम् अङ्गकार्यं. ति प्रत्ययः तिङ्क्षित सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति, अतः पूर्वम् इक् प्रत्याहारे स्थितः कश्चन वर्णः यदि स्यात् तर्हि सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं स्यात्. किन्तु एतावता अस्माकम् अङ्गं सर्वदा अदन्तम् आसीत्. यत्र अङ्गस्य अन्तिमवर्णः अत् ह्रस्व अकारः तत्र गुणकार्यं न सम्भवति. इक् इ ऊरु ऋ अर्थे अस्ति चेत् एव गुणकार्यम् अर्हति. यत्र अङ्गम् अदन्तम् अस्ति तु न अर्हति एव. यत्र अङ्गम् अदन्तमस्ति तत्र तिङ् संयुक्तप्रत्ययः निमित्तिकम् अङ्गकार्यम् अतीव न्यूनमेव. अतः तृतीयसोपाने आधिक्येन केवलम् अङ्ग तिङ् संयुक्तप्रत्ययोः मेलनं भवति, यथा भवयोगवती भवति इति. किन्तु अग्रे गत्वा यत्र अङ्गम् अदन्तं नास्ति, यत्र अङ्गस्य अन्ते उदाहरणार्थम् उकारः अस्ति, तत्र तृतीयसोपाने अङ्गकार्यं बहुत्र भविष्यति इति तिङन्तपदस्य निर्माणार्थं सोपानत्रयस्य एका दृष्टिः. अत्र अदन्त अङ्गे सति ययादि सार्वधातुकप्रत्यये परे अङ्गकार्यं भवति इति तत्र दत्तम्. इदानीमत्र यत्र तृतीयसोपानमस्ति तिङ्संजकप्रत्ययः निमित्तिक अङ्गकार्यं भवति इति, अत्र ति प्रत्ययः तिङ् प्रत्ययः पूर्णतया परस्मैपदिनः अनन्तरम् आत्मनेपदिनः भूत्वा तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति चेत्, अत्र उदाहरणरूपेण पूर्वम् इक् वर्णः अस्ति चेत् एव सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यं भवितुम् अर्हति. परन्तु यत्र अत्र अदन्तम् अङ्गम् अस्ति चेत् अत्र तत् स्थाने तिङ्संजक प्रत्ययनिमित्तिकम् अङ्गकार्यम् अतीव न्यूनमेव अभवत् इति तत्र दत्तम्. तृतीयसोपाने अत्र वर्णमेलनमेव आधिक्येन अङ्ग अनन्तरं तिङ् सञ्जकप्रत्ययोः मेलनमेव भवति. अतः एव अत्र भव इति धातोः तिङ् प्रत्यययोजनेन ति इति योजनेन भवति इति अन्तिमरूपं निष्पन्नमत्र. अत्र भव इति किन्तु अग्रे गत्वा यत्र अङ्गम् अदन्तं नास्ति, इदानीं वयं भू इति धातुः एव अत्र दीर्घ ऊकारः अस्ति, अनन्तरम् अत्र यत्र इक् वर्णः अस्ति चेत् एव अत्र सार्वधातुक अर्धधातुकयोः गुणकार्यं भवति. अनन्तरं तिङ्क्ष सार्वधातुकमस्ति. एतत् दृष्ट्वा एव अत्र अङ्गकार्यं कर्तुं शक्यते एव. अतः तत्र अन्ते उदाहरणार्थम् ऊकारः अस्ति, तत्र तृतीयसोपाने अङ्गकार्यं बहुत्र भविष्यति इति तिङन्तपदस्य निर्माणार्थं सोपानत्रयस्य एका दृष्टिः. अत्र प्रथम सोपानं तृतीय द्वितीयसोपानं तृतीयसोपानम् एतत् मिलित्वा अत्र अन्तिमरूपं भवति इति नूतनधातुः अत्र निष्पन्नार्थं तत्र दत्तमस्ति. बहु सम्यक् भगिनि. एतावता यद् दृष्टं तत्तु अस्माकं परिचितमस्ति, किमपि नूतनं नास्ति. प्रश्नाः सन्ति चेत् प्रष्टुम् अर्हन्ति, नो चेत् अग्रे गच्छामः. इदानीं तत्र अदन्तम् अङ्गम् अस्ति ययादिप्रत्यये परे, सार्वधातुकप्रत्यये परे एकम् अङ्गकार्यं भवति, तत्तु अतो दीर्घो यञि इति. तद् विनय महोदय पठति वा? म्यूट् अस्ति वा महोदय? महोदय पठति वा? अहं पठामि. अत्र दीर्घः कथं भवति? यत्र य यञ् प्रत्यहार अस्ति, यञ् प्रत्यहार तु केवलम् उत्तमपुरुषसम्बन्धे अस्ति. यदि परस्मैपदम् अस्ति तर्हि तताम् परस्मै अहम् आत्मने अपि न वदामः, परि तर्हि दीर्घत्वं भवति यत्र प्रत्यहार अन्तर्गत एकवारं पठतु महोदय, तदनन्तरं वदतु. क्षम्यतां. तर्हि अथो दीर्घो यञ् अदन्त अङ्गस्य दीर्घत्वं ययादि सार्वधातुकप्रत्यये परे. अत्र वयम् अदन्त अङ्गं सम्बन्धे वदामः, तर्हि ययप्रत्यहारः अन्तर्गत य व र ल म टु स्म अङ्ग ण न झ भः प्रत्यहार अन्तर्गत सर्ववर्णः अस्ति. अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य दीर्घा यञ् सार्वधातुके, अर्थात् सार्वधातुक अपेक्षतः तर्हि अदन्त अपि अपेक्षतः. अनदन्त अपि वयं न वदामः, परन्तु यत्र अदन्त अस्ति तर्हि उत्तमपुरुष यथा परस्मैपदम् अस्ति अं व म अस्ति, परन्तु अं तु दीर्घत्वं न भवति. व म अत्र अत्र पश्यामि, व अपि च म प्रत्याहार अन्तर्गत, यञ् प्रत्याहार अन्तर्गत. यत्र व अस्ति वा म अस्ति तत्र दीर्घत्वं भवति. दीर्घत्वं कस्य दीर्घत्वम्? अङ्गस्य दीर्घत्वं भवति. तर्हि यदि धातु अस्ति भू, तर्हि भव भवति, तर्हि भ क्षमतां त भू स भव अस्ति, वयं जानीमः कथं भू भो भव इत्यादि. तर्हि यदि वयं वदामः टीतान्ति टीतान्ति सीतथ वमि वहमः, तर्हि भवामि तु भवति, भवावः भवति भवामः भवति भवामि भवति अत्र अङ्ग अदन्तस्ति तर्हि भवति भवता भवन्ति भवसि भवता भवतः भवामि भवावः भवामः अत्र स्पष्टतया म अस्ति व अस्ति अपि च म अस्ति तर्हि एव अतो दीर्घो यञि अङ्गस्य दीर्घः अङ्गकः भवस्ति तो भव भवामि भवति भवावः भवति भवामः भवामः भवति तो भवतो अङ्गः अस्ति तो अङ्गयोग प्रत्ययः मध्ये अङ्गस्य दीर्घत्वं तर्हि प्रत्यागच्छति तर्हि केवल वर्णमेलनम् अस्ति भवामि भवावः भवामः सम्यक् सम्यक् पदम् अपरस्मैपदं समीचीनं ओके धन्यवादः समीचीनं महोदय सम्यक् सम्यक् समीचीनम् इति अस्ति तत्र एवमेव लङ्लकारे अपि भवति खलु लङ्लकारे अपि भवति अहं लङ्लकारे अपि अस्ति तत्र तु ताम् अन् सतं सः अं व तत्र प्रत्यय भिन्न अस्ति तर्हि लङ्लकारसम्बन्धे प्रथमया तु अकार अस्ति अभवत् अभवत् अभवताम् अभवन् भवन्ति तर्हि अत्र तु शून्यस्ति शून्यस्ति तर्हि तु कुत्र अस्ति शून्यं शून्यस्ति मध्य मध्यमपुरुषे इति वा शून्यं नास्ति तत्रापि स इति प्रत्ययः अस्ति खलु न स स हलन्ततो अस्ति स हलन्त अस्ति परन्तु यदि स हलन्त अस्ति तर्हि विसर्ग अस्ति शून्य नास्ति विसर्ग अस्ति तदनन्तरम् अभवताम् अभवत् अत्र अभवम् अभवम् व मन् म तु अस्ति अतो दीर्घः अत्रापि अहं न स्मरामि अभवां तिरुपति स्पष्टतया भवति तर्हि उत्तमपुरुष सर्वदा अभवाम अभभाव अभवाम अत्र तु विसर्ग सर्त अन्य विषयः परन्तु लोट्लकार अत्र न अहं स्मरामि तु ताम् आनि आव आम तत्र भवति वा न आनि न भवति खलु आमि आनि आव आम अत्र अन्यविषयः अस्ति अतः ययादि नास्ति तत्र ययादि लोट्लकारे तत्र अत्र तु ययादि न अस्ति परन्तु प्रथमपुरुष तु तात् ताम् अन्तु इत्यादि परन्तु यदि वयं केवल तु दीर्घयञि सम्बन्धे वदामः तर्हि भवानी भवाव भवाम भवति ओके अस्तु समीचीनं धन्यवादः धन्यवादः तर्हि इदानीम् अग्रे सरस्वती भगिनी किञ्चित् पठितुमिच्छति वा आं भगिनि कुतः पठामि दशानां धातुगणानां गणसमूहे समूहौ किमपि न श्रूयते न श्रूयते इदानीं श्रूयते वा? मन्दम् इदानीमपि मन्दम् अस्ति. आम् मन्दम् अस्ति वा? आम् इदानीं श्रूयते वा मम? इदानीं श्रूयते, इदानीं श्रूयते. अस्तु धन्यवादः. दशानां धातुगणानां गणसमूहौ धातूनां दशगणाः सन्ति इति वयं जानीमः. एते दशगणाः पुनः समूहद्वये विभाजिताः सन्ति इत्यपि जानीमः. प्रथमगणसमूह भ्वादिः द्विवादिः तुदादिः चुरादिः इति चत्वारः गणाः. द्वितीयगणसमूह अदादिः जुहोत्यादिः स्वादिः रुधादिः तनादिः क्र्यादिः इति षट् गणाः. एतावत्पर्यन्तं वदामि वा भगिनि? आं भगिनि वदतु. तर्हि धातूनामेव विभाजनमस्ति गणसमूहे. तर्हि दशानां दशगणाः सन्ति तु धातूनां, तेषामपि विभाजनं द्वयम् अस्ति, प्रथमगणसमूह तथा द्वितीयगणसमूह. प्रथमगणसमूहे द्वादि द्विवादि तुदादि चुरादि 1, 4, 6, 10 एवं भवति. अन्ये सर्वे द्वितीयगणसमूहे आगच्छन्ति. अङ्गान्ते भेदः एव विभाजनस्य कारणं. तर्हि किमर्थम् एवं विभाजनमस्ति? तर्हि तस्य कृते उत्तरमस्ति, अङ्ग अन्त यदस्ति अङ्गान्ते भेदः एव विभाजनस्य कारणम्. प्रथमगणसमूहे धातुविकरणप्रत्ययोः मेलनेन निष्पन्नम् अङ्गम् अदन्तम् अस्ति सर्वत्र. अङ्गस्य अन्ते अकारः अस्ति, यथा भूयोगशप् अत्र भव भवति, नश् योगश्यन् नश्य, लिख् योगश लिख, चुर् योगणिच् योगशप् चोरय इति एषु चतुर्षु धातुगणेषु अङ्गम् अदन्तम्. तर्हि पुनः किमर्थं प्रथमगणसमूह भ्वादिः द्विवादिः तुदादिः चुरादिः इत्य गणाः सन्ति तस्य अत्र दत्तमस्ति स्पष्टीकरणं. तर्हि प्रथम एतदस्ति यतोहि विकरण गणस्य विकरणप्रत्ययः योजयामः धातोः, तदा यद् निष्पन्नं भवति तद् अस्ति तदङ्गमस्ति अदन्तङ्गम् अङ्गम्. ये अदन्तम् अङ्गं भवन्ति, ये अदन्तम् अङ्गानि भवन्ति ते सर्वे प्रथमगणसमूहे भवन्ति. यथा इदानीम् उदाहरणं स्वीकृत्य एकमेकम् उदाहरणं स्वीकृत्य अत्र दत्तमस्ति. यथा भ्वादिगणस्य भूधातुः, भूधातुः स्वीकृत्य यदि शप् विकरणं प्रत्ययमस्ति तदा तत्र पुनः कार्यं भूत्वा अङ्गकार्यं भूत्वा भव भवति. शप् अत्र अभवति, तदा पुनः भूधातोः गुण भूत्वा एचोयवायावः कार्यं भूत्वा सन्धिकार्यं भूत्वा भव भवति. अत्र पुनः व इत्युक्ते अदन्तमस्ति, नश् इति दिवादिगणस्य धातुः अस्ति, नश् अत्र दिवादिभ्यः श्यन् अस्ति अतः विकरणप्रत्यय श्यन्, अत्र केवलं य तिष्ठति अवशिष्यते. तर्हि नश् योगश य अत्र नश्य पुनः अकारान्तं भवति, लिख् योगश लिख् इति तुतादिगणस्य धातुः अस्ति, श तुतादिभ्यः श इति भवति अतः श अत्र पित् नास्ति अतः गुण न भवति, केवलं लिख् अस्ति, योग अ अत्र लिख भवति. चुर् योगणिच् योगश चुर् चुरादिगणस्य दशमगणस्य अतः निच् प्रत्ययः आगच्छति, निच् योग शप् भवति, पुनः शप् अस्ति अतः एव अवशिष्यते कार्यं भूत्वा चोरय भवति, अत्र पुनः अदन्तम् अस्ति. अतः एषु चतुर्षु धातुगणेषु अङ्गम् अदन्तं भवति, अतः प्रथमगणसमूहे अस्ति. समीचीनं, सम्यक् भगिनि, धन्यवादः. इदानीं किञ्चित् मीना अग्रे पठ, मीना भगिनी अग्रे पठति वा? आं भगिनि, द्वितीयगणसमूहे सर्वाणि अङ्गानि अनदन्तानि, यथा स्वादिगणे शक् योगः श्नु शक्नु इति उकारान्तमङ्गम्, क्रयादिगणे क्री योगः श्ना क्रीणा इति आकारान्तम् अङ्गम्. तत्र तत्र शक् इति धातु, तत्र श्नु इति प्रत्ययः अस्ति स्वादिगणे. तत् शक्नो सकारकलशक्रतचुत्नेति सूत्रेण अपगच्छति. नु नु एव वसिष्यते, शक्नु इति उकारान्त अङ्गं भवति. क्रयादिगणे क्रीष्णा तत्र तत्रापि श्ना श्ना इति शकारक दशक्वतदिति इति सूत्रेण तत्र शकारः लोपः न एव क्रिया अवशिष्यते. क्री योगः न क्रीणा क्रीणा इति आकारान्तम् अङ्गं भवति. प्रथमगणसमूहस्य कृते तिङन्तपदम् उपर्युक्तसोपानत्रयेण कथं सिद्ध्यति इति विस्तृतरूपेण अस्माभिः अनुभूतं. चतुर्णाम् अपि गणानां प्रसङ्गे सम्प्रति द्वितीयगणसमूहे तिङन्तपदसमुद्युत्पत्तिः अनेन एव सोपानत्रयेण कथं भवति इति परिशीलयामः. तत्र प्रथमगणसमूहस्य तत्र भुआदिगणे अदन्तमेव भवति. तत्र तिङन्तपदम् उपरि उक्तसोपानत्रयेण, तत्र सोपानत्रयम् उक्तं तत्र कथं तत्र सोपानत्रयं विकरणप्रत्ययः निमित्तिक अङ्ग अङ्गकार्यं, तदनन्तरं विकरणप्रत्ययोः मेलनं, द्वितीय कार्यं तिङ् संज्ञप्रकारप्रत्यय सिद्धिः, तदनन्तरं तृतीय सोपानं तिङ्क्सम्यक्प्रत्ययनिमित्तिक अङ्गकार्यं, तदा अङ्ग तिङ्क्सम्यक्प्रत्ययोः मेलनं. तत्र तादृशं दत्तं पठितमेव. कुत्र अस्मि? प्रथमगणसमूहस्य कृते तिङन्तपदं सोपानत्रयेण कथं भवति इति पठितं. चतुर्णामपि गणानां प्रसङ्गे, तत्र भ्वादि द्वा दिवादि तुदादि चुरादि एव, किमर्थमिति चेत् अकार एव अन्तिमवर्णः अस्ति विकरणप्रत्यययोजनेन. इदानीं द्वितीयगणसमूहे तिङन्तपदव्युत्पत्तिः अनेन एव सोपानत्रयेण कथं भवति इति इदानीं परिशीलयाम. प्रथमसोपानं तृतीयसोपानं चेत् इत्यनयोः, प्रथमसोपानं तृतीयसोपानं चेत् अनयोः गणसम्बन्धा चर्चा भवतु. गणसम्बन्धचर्चा भवति, यतोहि गणमनुसृत्य सोपानद्वयं भिद्यते, अतः तत्तत् गणे अनयोः द्वयोः सोपानयोः अवलोकनं करिष्यते. परन्तु द्वितीयसोपानं तिङ्सम्यक्प्रत्ययः सिद्धिः सर्वेषाम् अनदन्ताङ्गानां कृते समाना, अतः एतत् कार्यम् अधुना परिशीलयाम. तत्र प्रथमसोपानं तृतीयसोपानम् अनयोः गणसम्बन्धचर्चा भवतु. तत्र प्रथम अपि च तृतीय, तत्र विकरणप्रत्ययः अस्ति, तत्र निमित्तकम् अङ्गकार्यं, तत्र तृतीय तिङ्सिन्धप्रत्ययः निमित्तकम् अङ्गकार्यं, तिङ् सम्यक्प्रत्ययोः मेलनं भवति, तत्र गणसम्बन्धं भवति. तत्र यतोहि गणम् अनुसृत्य सोपानद्वयं भिद्यते, गणमनुसृत्य सोपानद्वयं भिद्यते, द्वितीयगणसमूह इति चिन्तयामि तत्र किल प्रथमस्व अतः तत्तत् गणे अनयोः द्वयोः सोपानयोः अवलोकनं करिष्यते यत्र धातु किं गणे अस्ति इति चिन्तयित्वा तत्र अनयो यत्र यस्मिन् गणे अस्ति इति चिन्तयित्वा अतः सोपान अवलोकनं भविष्यति तत्र धातुयोगः गणं निमित्तीकृत्य परन्तु द्वितीय सोपानं तत्र द्वितीयसोपानं तिङ्सिद्धिप्रत्ययः एव तिङ्सञ्ज्ञकप्रत्ययसिद्धिः सर्वेषाम् अनन्तानां कृते समानामेव तिङ्सिद्धप्रत्ययः समान एव किमपि गणमनुसृत्य नास्ति अतः एतत् कार्यम् अधुना परिशीलयामः इदानीं पठामः इदानीं हा बहु सम्यक् भगिनि धन्यवादः बहु सम्यक् इति कृत्वा तत्र प्रथमसोपानम् अपि च द्वितीयसोपानं विद्यते प्रत्येकं गणे इत्युक्ते द्वितीयगणसमूहे अपि तादृशसोपानं विद्यते धातुमनुसृत्य विकरणप्रत्ययमनुसृत्य इति कृत्वा तस्य चिन्तनम् अत्र न क्रियते अत्र तु अस्मिन् करपत्रे अनदन्ताङ्गानां कृते सिद्धप्रत्ययः तिङ्प्रत्ययः कथं भवन्ति इति विषयः अत्र अग्रे आयास्यति तदेव तस्यैव चिन्तनम् अत्र क्रियते इत्युक्ते द्वितीयसमूहे ये ये धातुगणाः सन्ति तेषां कृते सिद्धप्रत्ययाः कीदृशप्रत्ययाः भवन्ति इत्युक्ते मूलप्रत्ययाः तु समानाः एव मूलतिङ्प्रत्ययाः समानाः परन्तु तेषां परिवर्तनं कथं भवन्ति परिवर्तनं कथं भवति इत्येव विषयः अत्र अस्ति अस्तु तत्र विजयलक्ष्मी भगिनी अग्रे पठति वा प्रथमसमूहे द्वितीयगणसमूहे च सिद्धतिङ् प्रत्ययाः भिन्नः प्रथमतया ज्ञातव्यं यत् प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्धतिङ् प्रत्ययाः किञ्चित् भिन्नाः प्रथमगणसमूहे प्रथमगणसमूहस्य सिद्धतिङ् प्रत्ययाः विहिताः द्वितीयगणसमूहे द्वितीयगणसमूहस्य सिद्धतिङ् प्रत्ययाः विहिताः तर्हि समूहद्वयस्य सिद्धतिङ् प्रत्ययानां भेदः कुत्र अस्ति अस्माभिः सम्प्रति अवलोकनीयम् सर्वे सिद्धतिङ् प्रत्ययाः निष्पन्नाः भवन्ति मूलतिङ् प्रत्ययेभ्यः अत्र प्रथमगणसमूहे अपि च द्वितीयगणसमूहे सिद्धतिङ् प्रत्ययेषु प्रत्ययानां भेदः भवति प्रथमगणसमूहे सिद्धतिङ् प्रत्ययः तस्य यद् अस्ति तद् विहितः भवति अपि च द्वितीयगणसमूहे द्वितीयगणसमूहस्य सिद्धतिङ् प्रत्ययः विहितः भवन्ति कुत्र भेदः इति अग्रे द्रष्टव्यं पठानि वा भगिनि पठतु पठतु परस्मैपदी धातूनां मूलतिङ् प्रत्ययः तिप् तस् धि ठस्थ मित् वस् मस् एवमेव आत्मनेपदी धातूनां मूलतिङ् प्रत्ययः स आतां झ ठास् आथां ध्वम् इड् वहि महिम् अदन्ते अनदन्ते च सिद्धतिङ् प्रत्ययानां पार्थक्यं कुत्र इति विषयः वस्तुतः किञ्चिदेव भेदः अस्ति अदन्तानां सिद्धप्रत्ययानां व्युत्पत्तिः पूर्वमेव प्रदर्शिता पाठः प्रथमः द्वितीयः च अतः पुनः अत्र न क्रियते सा प्रदर्शिता व्युत्पत्तिः अधोभागस्य आधारः अनदन्त अङ्गानां तिङ्प्रत्ययाः यत्र अदन्त अङ्गानां तिङ्प्रत्ययेभ्यः भिद्यन्ते तत्र भेदस्य कारणं परिणामं च अधः प्रदर्शितम् अत्र परस्मैपदी धातूनां मूलतिङ्प्रत्ययाः नव एवमेव आत्मनेपदी धातूनां मूलतिङ्प्रत्ययाः नव सिप्तसि सिप्तस्थ मिप्स्मसिति परस्मैपदी धातूनां मूलतिङ्प्रत्ययाः अपि च त अथां झ थास् अथां त्वम् ईद्वहि ईद्वहि महि इति आत्मनेपदी धातूनां तिङ्प्रत्ययाः पूर्वं आदौ पठितवन्तः अत्र केवलं यत्र तिङ्प्रत्ययानाम् अदन्त अङ्गानां यत्र भिद्यते कार्यं भिद्यते तदेव अग्रे पश्यामः यत्र समान भवति तत्तु पूर्वमेव दृष्टवन्तः अतः समयः व्यर्थः न करणीयः अग्रे एकं वाक्यम् अस्ति तदपि पठतु अधः अनदन्त अङ्गानां तिङ्प्रत्ययाः यत्र अदन्त अङ्गानां तिङ्प्रत्ययेभ्यः भिद्यन्ते तत्र प्रत्ययः स्थूलवर्णेन तिर्यक्रूपेण लिखितः बोल्ड् लेटर्स् इति वा आर् ओ ओके ऐटलिक्स् अस्तु परस्मैपदस्य तिङ्प्रत्ययाः अदन्ते अनदन्ते च भेदः परस्मैपदस्य लट्लकारे कोऽपि भेदः नास्ति अङ्गम् अदन्तं स्यात् अनदन्तं वा स्यात् परस्मैपदसम्यकेषु प्रत्ययेषु न कोऽपि भेदः अतः अनदन्त अङ्गानां कृते लटि सिद्धप्रत्ययाः ति तः अन्ति सि थः थ मि वः मः अङ्गम् अभ्यस्तं चेत् अति भवति न तु अन्ति अभ्यस्तं नाम यत्र द्वित्वं भवति यथा जुहोत्यगणे अतः दा धातोः लटि प्रथमपुरुष बहुवचने ददति इति भवति अत्र वदतु परस्मैपदी तिङ्प्रत्ययानां लट्लकारे भेदः किमपि नास्ति समानं ति तः अन्ति सि थः थ मी वः महा इति केवलं यत्र द्वित्वं भवति यथा जुहोत्यरिगणे तस्य किम् इति अभ्यस्तम् अभ्यस्तं नाम द्वित्वं यदा यत्र भवति जुहोत्यादिगणे तत्र प्रथमपुरुष बहुवचने अन्ति इत्यस्य स्थाने अति इति भवति अतः रूपाणि किञ्चित् भिद्यन्ते तत्र दा धातोः ददति इति रूपं भवति बहुवचने न तु ददन्ति न तु ददन्ति समीचीनं सम्यक् तर्हि अत्र वयं स्थगनं कुर्मः अत्र भेदः कथम् अस्ति इति अग्रिमसप्ताहे इतः अग्रे वयं गन्तुं शक्नुमः तर्हि धन्यवादः नमस्कारः सर्वेभ्यः धन्यवादः भगिनि नमस्कारः धन्यवादः भगिनि नमस्कारः